अद्यतनवर्गे चर्चा भविष्यति अभावस्य वर्णनं, प्रतियोगिता अनुयोगिता, अवच्छेदक अवच्छेदधर्मः इत्येषां विषये. तस्मात् प्राक् किञ्चित् पुनरावर्तनरीत्या गतसप्ताहस्य पाठानपि एकवारम् अवलोक्य अग्रे सरेम. यथा पूर्वमपि अवलोकितम्, अस्माभिः न्यायशास्त्रे नैयायिकानां मतानुगुणं सप्तपदार्थाः सन्ति जगति. यावन्ति वस्तूनि सन्ति विश्वे ते एषु सप्तपदार्थेषु कुत्रचित् भवन्ति. सप्तपदार्थाः के इति कोऽपि वक्तुं शक्नोति वा? रागिणी भगिनी, अथवा राधिका भगिनी सहायं करोति वा? सप्तपदार्थाः के? हा, प्रयत्नं करिष्यामि. द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अस्तु. अन्य केनापि आगतं किं? नमस्कारः. अस्तु अस्तु, भारती भगिनीं विहाय अन्य केनापि आगतं किम्? नमस्ते भगिनी, जयन्ती अस्मि. अस्तु जयन्ती भगिनी, स्वागतम्. अस्तु राधिका भगिनी, उच्यतां सप्तपदार्थाः के के? द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः. अभावः इति न्यायशास्त्रे विवृताः सप्तपदार्थाः. तेषु प्रथममस्ति द्रव्यम्. द्रव्यं नाम किम्? यस्मिन् गुणः अस्ति सः पदार्थः द्रव्यं नाम्ना उच्यते. अधुनापि किञ्चित् डिस्टर्बेन्स् अस्ति, कृपया स्पीकर् फोन् मास्तु. गते सप्ताहे अपि ध्वनिमुद्रणे कश्चन क्लेशः आसीत् श्रवणे इति श्रुतं मया. तदर्थं कृपया स्पीकर् फोन् मास्ते भविष्यति, अपि च ब्लूटूथ् हेड्सेट् अपि अस्ति चेत् तदपि मास्तु. अस्तु, हा, द्रव्यमस्ति गुणः अनुगतं पदार्थः द्रव्यम् इति. अग्रे कति गुणाः सन्ति अजित् महोदय? चतुर्विंशतिगुणाः सन्ति. चतुर्विंशतिगुणाः सन्ति, रसगन्धस्पर्श इत्यादयः. कति द्रव्याणि सन्ति रश्मी भगिनि? नवद्रव्याणि सन्ति. ते के? तानि कानि? पृथ्वी, जलं, तेजः, वायुः, आकाशः, कलः, दिक्, आत्मा, मनः. इति नवद्रव्याणि सन्ति, अपि च गुणः अनुगतं वस्तु द्रव्यम् इति ज्ञायते. भरणी महोदय, कस्मिन् द्रव्यः गुणः वर्तते इति दृष्ट्वा वदति वा? प्रथमे पुटे एव अस्ति. हा, वदामि. पृथ्वी इति द्रव्यं, तस्मिन् गन्धः इति गुणः अस्ति. जलं, जले शैत्यं गुणः अस्ति. तेजे औष्ण्यम् अस्ति. वायुः स्पर्शः. आकाशे शब्दः. काले सङ्ख्या. दिक् सङ्ख्या. आत्मा ज्ञानं. मनः सङ्ख्या. इति एषु नवसु द्रव्येषु एते गुणाः वर्तन्ते. अग्रे कर्म इत्यस्य विवरणार्थं राजेन्द्रमहोदय, कति कर्माणि विवृतानि सन्ति अत्र? पञ्चकर्माणि पञ्चकर्माणि उत्क्षेपन् अपक्षेपन् कुञ्चन् प्रसारण गमनानि आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि इति पञ्चकर्माणि. अनन्तरम् इदानीं द्रव्यगुणः कर्म. अनन्तरं सामान्यम् इति चतुर्थः पदार्थः. पुष्पा भगिनी वदति वा सामान्यं नाम किम् इति? अथवा अन्य कोऽपि सहायं करोति वा? सन्ध्या भगिनी समानानां धर्मः सामान्यं वा? हा, समानानां धर्मः सामान्यम्. उदाहरणार्थं पुस्तकानि भवन्ति सर्वेषु पुस्तकेषु इत्युक्ते सर्वेषु समानेषु कश्चन विशेष्यं वर्तते, विशेष धर्मः वर्तते. पुस्तकत्वं नाम्न धर्मः पुस्तकेषु, घटत्वं नाम्न धर्मः घटेषु, सः एव धर्मः सामान्यम् इति उच्यते. अनन्तरं समवायः. समवायः इति पञ्चमः पदार्थः. समवायः नाम कः? कोऽपि वदति वा? नागराजमहोदय येन उक्तवन्तः. अस्तु, समवायः इति सम्बन्धः खलु? हा, सम्यक्. समवायः इति कश्चन सम्बन्धः अस्ति. सः च सम्बन्धः कुत्र कुत्र वर्तते? समवायः इति सम्बन्धः रामः पुत्रः रामः पुत्रः इत्युक्तौ कस्य इति दत्तवान्? इस् दट् करेक्ट्? न, रामः न न न न राः रामस्य पुत्रः च ससम्बन्धिकशब्दौ. तत्तु सत्यं, ससम्बन्धिकौ. रामः पुत्रः इत्युक्तौ रामः कस्य पुत्रः अथवा रामस्य पुत्रः इत्युक्तौ. किन्तु तत्र तु साकाङ्क्षापद्धत्या रामः कस्य पुत्रः इति प्रश्नः उदेति अथवा रामस्य पुत्रः कः इति प्रश्नः उदेति. तौ शब्दौ ससम्बन्धिकौ. किन्तु अत्र समवायः नाम कश्चन सम्बन्धः अस्ति. स च सम्बन्धः कुत्र कुत्र वर्तते इति प्रश्नः आसीत्. तथा प्रश्ने कृते समवायः गुणगुणिनोः मध्ये वर्तते. इदानीं द्रव्यं गुणगुणिनोः मध्ये. इदानीं द्रव्यम् इति पदार्थं स्वीकुर्मश्चेत् द्रव्ये कश्चन गुणः वर्तते एव. तर्हि द्रव्यमस्ति गुणी इति. यस्मिन् गुणः अस्ति सः गुणी, अपि च कश्चन गुणः वर्तते तस्मिन्. तर्हि गुणगुणिनोः मध्ये यः सम्बन्धः वर्तते सः समवायसम्बन्धः. इदानीं सामान्यम् इत्यस्य चर्चा जाता. सामान्यं नाम समानानां धर्मः सामान्यम्. पुस्तके पुस्तकत्वम् अस्ति, घटे घटत्वम् अस्ति. तर्हि पुस्तकत्वं योः मध्ये यः सम्बन्धः अस्ति सः समवायः इति सम्बन्धः. गुणगुणिनोः मध्ये अथवा जातिव्यक्त्योः मध्ये. जातिः नाम पुस्तकत्वम् इति धर्मः अथवा सामान्यं. व्यक्तिः नाम तस्मिन् जातौ यः वस्तु भवति सः तस्य जातेः व्यक्तिः. उदाहरणार्थं पुस्तकत्वजातेः पुस्तकमिति व्यक्तिः. तर्हि जात्यक्त्योः मध्ये समवायसम्बन्धः पुनः. अपि च क्रियावद्द्रव्यं क्रिया अस्ति, कस्मिंश्चित् द्रव्ये क्रिया अस्ति, किमपि क्रिया भवतु, उत्क्षेपण अपक्षेपण यत्किमपि क्रिया भवतु, तर्हि क्रियावत् द्रव्यम् अपि च क्रिययोः मध्ये समवायसम्बन्धः वर्तते. अवयव अवयविनोः मध्ये समवायसम्बन्धः वर्तते. विशेषनित्यद्रव्याणि तयोः मध्ये समवायः इति सम्बन्धः वर्तते इति कश्चन सम्बन्धः. समवायः कुत्र न वर्तते इत्युक्तौ द्रव्ययोः मध्ये, यथा हस्तद्वयम् अस्ति, हस्तद्वयम् एकत्र आगत्य नमस्कारं कुरुतः तदा तयोः मध्ये संयोगसम्बन्धः न तु समवायसम्बन्धः, यतोहि नमस्कार्यानन्तरं हस्तौ पृथक्तया भवितुम् अर्हतः इत्यतः. किन्तु घटघटत्वं ते पृथक्तया भवितुं न अर्हतः, तर्हि तयोः मध्ये समवायः. द्रव्ये गुणः अस्ति, द्रव्यमपि च गुणः पृथक्तया न भवितुम् अर्हतः, तयोः मध्ये समवायसम्बन्धः इति भेदः अवगन्तव्यः अस्ति. अस्तु अग्रे द्रव्यगुणकर्मसमवायः सामान्यम् इति पञ्चपदार्थाः अवलोकिताः. विशेषः नाम किम्? कोऽपि वदति? कोऽपि विशेषः अस्ति चेत् विशेषः विशेषः कुत्र वर्तते? परमाणु यदि सत्यं, परमाणौ विशेषः वर्तते. प्रत्यस्मिन् परमाणु कश्चन विशेषः इति पदार्थः वर्तते. इदानीमपि किञ्चित् एको शृणोमि. अगेन् प्लीज़ एक्स्प्लेन् दट्. एकनिमिषः इदानीम् एको शृणोमि. एको, तर्हि यः कोऽपि स्पीकर् मध्ये अस्ति कृपया स्पीकर् मास्तु, साक्षात् दूरवाण्या एव वार्तालापं कुर्वन्तु. अस्तु, विशेषः इति सप्तपदार्थेषु विशेषः इत्यपि एकः पदार्थः अस्ति. परमाणुः इति यत् द्रव्यम् अस्ति तस्मिन् विशेषः. परमाणुः तादृशं द्रव्यम् अस्ति यस्मिन् अवयवाः न सन्ति, इत्युक्ते पुनः खण्डनं न कर्तुं शक्नुमः. परमाणुः तादृशं वस्तु अस्ति यस्य पुनः शकलीकरणम् अथवा खण्डनं न भवितुमर्हति. तर्हि परमाणौ अवयवाः न सन्ति. यदा परमाणुस्तरे पदार्थानां भेदस्थापनस्य आवश्यकता भवति तदा परमाणोः मध्ये, द्वौ परमाणुस्तः तयोः मध्ये कथं भेदं स्थापयिष्यामः, तदर्थं विशेषः इति एकः नूतनपदार्थः स्वीकार्यः भवति. तर्हि विशेषाः परमाणुषु वर्तन्ते. परमाणवः अनन्ताः अपि च नित्यद्रव्याणि, तर्हि विशेषाः अपि अनन्ताः नित्यद्रव्यवर्तिनः च इति विशेषस्य उल्लेखः अत्र क्रियते. अग्रे गत्वा अभाववर्णनं. सम्प्रति वयम् अभावस्य वर्णने, अभावसम्बन्धचर्चायां स्मः वर्गे अपि. केनापि आगतं वा नूतनतया? नूतनछात्रा केन केन आगतं? नामानि उच्यतां. नूतनछात्रा पुष्पा, नूतनछात्रा सत्यं, पुष्पा लिखितवती. तदनन्तरं केनापि आगतं? पद्मा. पद्मा भगिनी, अस्तु. अन्य कोऽपि अस्ति वा? अस्तु, तर्हि इदानीम् अभावः. सर्वे कृपया स्पीकर् फोन् म्यू मोड् मध्ये मा भवन्तु. इदानीम् अभावस्य वर्णनम्. अभावः इति सप्तपदार्थेषु एकः पदार्थः, सप्तमः पदार्थः. अभावः इत्युक्ते किम् इति कोऽपि वक्तुं शक्नोति वा? उत्पीठिकायां पुस्तकम् अस्ति. वयं पुस्तकं स्वीकुर्मः, उत्पीठिकायां पुस्तकं नास्ति. तदा किं भवति? पुस्तक सम्यक् एव. यदा पुस्तकं नास्ति उत्पीठिकायां, तदा पुस्तके उत्पीठिकायां पुस्तकस्य अभावम् अस्ति. पुस्तकाभावः अस्ति. तावदेव. सम्यक्. इदं नास्ति इत्यस्य वदनस्य स्थाने तस्य वस्तुनः अभावः अस्ति इति न्यायपरिभाषया वदन्ति. अभावः नाम इदं नास्ति इत्यस्य वर्णनम् एव अभावः. अपि च अभावस्थले यत्र अभावः वर्तते तर्हि तस्य अभावस्य विरोधी अपि भवति. तस्य यस्य कस्यापि अभावः भवतु, इदानीं घटाभावः इति स्वीकुर्मश्चेत् घटाभावस्य विरोधी घटः, अपि च घटाभावः घटस्य विरोधी. तर्हि घटे विद्यमानविरोधस्य नाम किम्? प्रतियोगिता. हा, प्रतियोगिता. घटे विद्यमानस्य विरोधस्य नाम प्रतियोगिता. घटाभावे विरोधस्य विद्यमानस्य विरोधस्य नाम अनुयोगिता. अनुयोगिता, बहु सम्यक् अस्ति. इदानीं सर्वे अष्टादशपुटं पश्यन्ति वा? अष्टादशपुटे तत्र प्रतियोगिता अनुयोगितयोः मध्ये निरूपकनिरूप्यभावः साधितः अस्ति. इदानीम् अनुयोगिता इति वदामश्चेत् अनुयोगिता कस्य प्रति अस्ति, कस्य अनुयोगिता इति प्रश्नः उदेति. प्रतियोगिता इत्यस्य चर्चा भवति चेत् प्रतियोगिता कस्य प्रति इति आकाङ्क्षा जिज्ञासा भवति. तदर्थं प्रतियोगिता अनुयोगितयोः मध्ये अपि निरूपकनिरूप्यभावः वर्तते. एषा प्रतियोगिता कस्य अभावस्य प्रति भवति इत्यस्य विवरणं निरूपकनिरूप्यभाव उपयोगेन भवति. पद्मा भगिनी चित्रं दृष्ट्वा अनुयोगितायाः विवरणं ददाति वा? घटनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः. तदासीत् अभावस्य वर्णनं. यदा अभावः लक्ष्यं भवति तदा तथा भवति. घटनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इति. इदानीम् अहम् अनुयोगितायाः विवरणम् इच्छामि. तदा अभावः निष्ठ अनियोगिता निरूपित प्रतियोगिता आश्रयः घटः. न, अनुयोगितायाः विवरणम् इच्छामि. जयन्ती भगिनी सहायं करोति किम्? आम्, घटनिष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता. अनुयोगिता. इदानीम् अभावस्य वर्णनं न, अनुयोगितायाः वर्णनम् अहम् इच्छामि चेत् तर्हि घटनिष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता इति तस्य वर्णनं भवति. तथा एव कृपया प्रतियोगितायाः विवरणं ददाति वा? अहं वा भगिनि? भवती एव वदतु जयन्ती भगिनि. अस्तु. अभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठप्रतियोगिता. घटनिष्ठप्रतियोगिता. तर्हि अभावस्थले प्रतियोगिता कीदृशी इत्यस्य महत्त्वम् अस्ति. अग्रे गत्वा वयं पश्यामः प्रतियोगिता भिन्नभिन्नस्थलेषु भवति. एका प्रतियोगिता अन्या प्रतियोगितायाः भिन्ना इति साधयितुं प्रतियोगितायाः अवगमनम् अपि च प्रतियोगितायाः विवरणम् अत्यावश्यकम्। सा प्रतियोगिता केन अभावेन निरूपितः अस्ति इति एकः अंशः अत्र प्रदर्शितः अस्ति। अभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता इति। अन्य केन आगतम् इदानीम्? नामानि उच्यन्त सत्यम् अष्टादशे पुटे। अस्तु इदानीं केन केन आगतं नामानि उच्यन्तां कृपया। नमस्ते भगिनि, अहं हरिः अस्मि। अहं मार्गे आसं तदा त्रुटिम् अभवत्। अस्तु अस्तु म्यूट् मध्ये भवामि। अस्तु तर्हि एवमासीत् प्रतियोगिता अनुयोगितायाः विषयः। अधुना अभावस्थले कीदृशाः अभावाः भवन्ति इत्यस्य विवरणम् अग्रे अस्ति। सामान्याभाववर्णनम्। सामान्याभाववर्णनस्थले मीनः इत्यस्य उदाहरणं स्वीकृतम्। मीनः जले वसति, तर्हि मीनस्य कृते जीवनार्थं जलम् अपेक्षितमस्ति। तत् जलं यत्किमपि भवतु, नदीजलं वा तडागजलं वा कूपजलं वा, यस्य कस्यापि जलस्य आनयनेन मीनस्य दृष्ट्या जलाभावस्य निवारणं भवति एव, सः सामान्याभावः। अग्रे विशेषाभावः इत्यस्य विवरणम् एवं दत्तमस्ति। यथा सामान्याभाववर्णने मीनस्य उदाहरणं स्वीकृतं, तथा विशेषाभावः इत्यस्मिन् शातकपक्षिणः उदाहरणं स्वीकृतमस्ति। शातकपक्षी वृष्टिजलम् एव इच्छति। तस्य शातकपक्षिणः दृष्ट्या यदा वयं वृष्टिजलम् आनयामः तदा एव जलाभावः निवारितः भवति। सामान्यजलं न अपेक्षितं तेन, वृष्टिजलम् एव आवश्यकं। शातकपक्षिणः तृष्णायाः उपशमने। तर्हि तादृशः अभावः यत्र जलसामान्यं न अपेक्षितं, किञ्चित् विशेषजलम् अपेक्षितं, वृष्टिजलम् इति विशेषजलं, सः च अभावः भवति विशेषाभावः। अग्रे विशेषविशेषाभावः इति कश्चन अभावः, इतोपि विशेषतया एतस्य अभावस्य वर्णनं भवति। तस्य अभावस्य विवरणार्थं शुक्तिकायाः उदाहरणं स्वीकृतमस्ति। शुक्तिकायाः कृते यदा स्वातीनक्षत्रीयवृष्टिजलं भवति तदा एव अभावस्य निवारणं भवति। केवलं जलं न, केवलं वृष्टिजलमपि न, किन्तु स्वातीनक्षत्रीयवृष्टिजलमेव अपेक्षितम् इति कृत्वा शुक्तिकायाः दृष्ट्या यदा शुक्तिका जलाभावम् अनुभवति तदा स्वातीनक्षत्रीयवृष्टिजलमेव अपेक्षितम् अभावनिवारणे। तादृशः अभावः स्वातीनक्षत्रीयजलाभावः विशेषविशेषाभावः। तर्हि सामान्याभावस्य उदाहरणमस्ति सामान्यजलाभावः, विशेषाभावस्य उदाहरणमस्ति वृष्टिजलाभावः, विशेषविशेषाभावस्य उदाहरणमस्ति स्वातीनक्षत्रीयवृष्टिजलाभावः। अधुना पर्यन्तं प्रश्नः अस्ति वा अथवा किमपि चिन्तनम्? अस्तु एकं प्रश्नम् शुप्तिका इत्युक्ते किम् अस्ति? शुप्तिका इत्युक्ते पर्ल् ओयिस्टर् अस्ति. ओयिस्टर् ओयिस्टर् ओके धन्यवादः. तर्हि शुक्तिका निर्माणार्थ मुक्तिकायाः निर्माणार्थं पर्ल् ओयिस्टर् इति यद् अस्ति तेन स्वातिनक्षत्रीयवृष्टिजलम् एव अपेक्षितम् अस्ति इति सम्प्रदाये कश्चन प्रतीतिः अस्ति येन वदन्ति यत् स्वातिनक्षत्रीयवृष्टिजलस्य उपयोगेन एव शुक्तिका मुक्तिकायाः निर्माणं करोति इति. तर्हि तस्य कृते यदा जलाभावः भवति तदा स्वातिनक्षत्रीयवृष्टिजलम् एव आवश्यकमस्ति. इदानीं मनसि इदं सर्वं मनसि स्थापयन्तु. सामान्याभावः इत्युक्ते जलाभावः, विशेषाभावः इत्युक्ते वृष्टिजलाभावः, विशेषविशेषाभावः इत्युक्ते स्वातिनक्षत्रीयवृष्टिजलाभावः. तर्हि सामान्यजलाभावस्य प्रतियोगिता कस्मिन् वर्तते? कोऽपि वदति वा? जले वर्तते. Can you say the whole thing again? वदतु भगिनि. जले वर्तते. सम्यक् एव. जले वर्तते. सामान्यजलाभावस्य प्रतियोगिता जले वर्तते. सामान्य अभावे अनुयोगिता वर्तते. सामान्यजलाभावे अनुयोगिता वर्तते. तस्य कृते वयं सामान्यजलम् आनयामः. सामान्यजलं नाम अत्र सर्वं जलं, तडागजलं, कूपजलं, तत्र किमपि विशेषता नास्ति. नदीजलं यत्किमपि भवतु, तस्मिन् सामान्याभावस्य प्रतियोगिता वर्तते. यतोहि सामान्याभावस्य प्रतियोगिता सामान्यजले वर्तते तर्हि सामान्यजलं प्रतियोगी भवति. सामान्यजलाभावस्य प्रतियोगी यस्मिन् प्रतियोगिता तत् प्रतियोगी, यस्मिन् अनुयोगिता तत् अनुयोगी. सामान्यजलाभावः तस्मिन् अनुयोगिता वर्तते तर्हि सामान्यजलाभावः अनुयोगी, अपि च तस्य कृते प्रतियोगिता वर्तते सामान्यजले. वृष्टिजलाभावस्य प्रतियोगिता कस्मिन् वर्तते? वृष्टिजले. तर्हि वृष्टिजलाभावस्य प्रतियोगी किम्? वृष्टिजलं. सामान्यवृष्टिजलं. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता कुत्र वर्तते? स्वातिनक्षत्रीयवृष्टिजले. तर्हि इदानीं प्रतियोगिता त्रयं स्तः. एका प्रतियोगिता अस्ति सामान्यजलाभावस्य, अपरा अस्ति वृष्टिजलाभावस्य, अपरा प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजलाभावस्य. तर्हि तिस्रः प्रतियोगिताः सन्ति अत्र. इदानीं प्रश्नः उदेति, तिस्रः प्रतियोगिताः सन्ति किन्तु एका प्रतियोगिता अपरस्याः भिन्ना इति कथं जानीमः इति. इति कोऽपि वदति वा? यदि अभावस्य निर्माणं न भवितुम् अर्हति तथा सः अपि पदार्थः आवश्यकः. अस्तु, एवमपि जानीमः, किन्तु तत्र चिन्तयन्तु वृष्टिजले सामान्याभावस्य प्रतियोगिता अस्ति वा? न, चिन्तयन्तु, वृष्टिज सामान्याभावस्य प्रतियोगिता कुत्र कुत्र अस्ति? कूपजले, नदीजले, वृष्टिजले अपि खलु, वृष्टिजले, वृष्टिजले अपि अस्ति, कूपजले, कूपजले, स्वाति नक्षत्रे वृष्टिजले, सर्वे जले. सत्यं, यत्किमपि जलं भवतु तस्मिन् सामान्यजलाभावस्य प्रतियोगिता वर्तते. इदानीं वृष्टिजलाभावस्य प्रतियोगिता सामान्यजले वर्तते वा? नास्ति खलु. सा च प्रतियोगिता कुत्र भवति? वृष्टिजले एव. वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता सामान्यजले अस्ति? सामान्यजले नास्ति. नास्ति. वृष्टिजले अस्ति वा? तर्हि कुत्र वर्तते? स्वातिनक्षत्रीयवृष्टिजले. स्वातिनक्षत्रीयवृष्टिजले एव. वृष्टिजलाभावः वृष्टिजलाभावः वर्तते केवलं वृष्टिजले एव. तर्हि अत्र स्वातिनक्षत्रीयवृष्टिजले एका प्रतियोगिता अस्ति. स्वातिनक्षत्रीयवृष्टिजलाभावस्य वृष्टिजले एका प्रतियोगिता अस्ति वृष्टिजलाभावस्य प्रति. तर्हि अत्र कथं जानीमः एका प्रतियोगिता अपरस्याः भिन्ना इति? विशेषभावेन आधारः इत्यस्य किमपि तत्र महत्त्वमस्ति वा? तर्हि आधारं दृष्ट्वा प्रतियोगिता कुत्र भवति इति आधारं दृष्ट्वा वयं जानीमः वा प्रतियोगिता कीदृशी इति? आधारभेदात् प्रतियोगितायाः भिन्नतां प्रदर्शयितुं शक्नुमः वा इति प्रश्नः. तर्हि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातिनक्षत्रीयवृष्टिजले, वृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातिनक्षत्रीयवृष्टिजले इति अत्र आधारभेदात् प्रतियोगितायाः भिन्नतां स्थापयितुं शक्नुमः. किन्तु इदानीं प्रश्नः भवति यत् सामान्यजलाभावस्य प्रतियोगिता कुत्र अस्ति इति. किमपि जले. किमपि जले इत्युक्ते वृष्टिजले अपि अस्ति? स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति? तर्हि आधारम् अधिकृत्य सर्वदा प्रतियोगितायाः भेदं स्थापयितुं शक्नुमः वा इति प्रश्नः. शक्नुमः. वृष्टिजलाभावस्य प्रतियोगिता कुत्र अस्ति? स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता कुत्र अस्ति? स्वातिनक्षत्रवृष्टिजले. तर्हि तयोः मध्ये भेदः स्थापितः आधारभेदात् एका प्रतियोगिता वृष्टिजले अस्ति, अपरा प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले अस्ति. तयोः मध्ये भेदस्थापनं सुलभमासीत्. किन्तु इदानीं सामान्यजलाभावस्य आधारः कः इति वदन्तु. mm, किमपि किमपि जले अस्ति, किमपि जलमस्ति, किमपि जलमस्ति, तर्हि वृष्टिजलं वृष्टिजले वृष्टिजलाभावस्य प्रतियोगिता वर्तते खलु. तस्मिन्नेव वृष्टिजले सामान्याभावस्यापि प्रतियोगिता वर्तते इति अङ्गीक्रियते वा सर्वैः? इदानीं प्रतियोगिताद्वयम्, आधारः एकः एव. अस्तु, तर्हि अधुना प्रश्नः उदेति, कथम् आधारम् अधिकृत्य एव स्थापयितुं शक्नुमः प्रतियोगितानां मध्ये भिन्नता इति इदानीं प्रश्नः उदेति. तस्य समाधानं कथं कर्तुं शक्नुमः? तदर्थम् अवच्छेदक अवच्छेद्यभावः इत्यस्य प्रयोजनं भवति अत्र. समस्या अवगम्यते वा? आधारं निमित्तीकृत्य भिन्नता स्थापने का समस्या इति अवगच्छन्ति किम्? भगिनि, स्वातिनक्षत्रीयवृष्टिजलाभावे वृष्टिजले सामान्यजलाभावः, विशेषजलाभावः, विशेषविशेषाभाव विशेषविशेषाभाव अपि अस्ति किल? सत्यम्. अस्तु, यथा वृष्टिजले प्रतियोगिताद्वयं तथा स्वातिनक्षत्रीयवृष्टिजले प्रतियोगितात्रयम्. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता एका, वृष्टिजलाभावस्य प्रतियोगिता एका, सामान्यजलभावस्य प्रतियोगिता एका तत्र वर्तते स्वातिनक्षत्रीयवृष्टिजले. त्रयाणामपि एकः एव आधारः, तत्र आधारभेदः नास्ति. तर्हि प्रतियोगितानां मध्ये भिन्नता कथं स्थापयितुं शक्नुमः? तदर्थम् इतोपि कश्चन इतोपि किञ्चन वस्तु आवश्यकम् अथवा अवच्छेदकधर्मः आवश्यकः. इति एव दत्तमस्ति अग्रिमे पुटे. नवदशतमे पुटे एकः प्रश्नः अस्ति. प्रथमपङ्क्त्यां प्रागुक्तरीत्या जातिः इति अस्ति किल? सामान्यं नाम प्रागुक्तरीत्या जातिः इत्युक्ते किम्? नवदशमे पुटे चतुर्थः आरब्धे किल, आरभ्यते किल अस्तु. इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते. प्रतियोगिता भावपदार्थे घटाधौ विद्यमानः विरोधः इति निरूपितं. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्याभावः इत्युच्यते. सामान्यस्य अभावः इति यथाश्रुते तु अयं जातिरभावः स्यात्. कुतः जातेरभावः स्यात्? कुतः सामान्यं नाम प्रागुक्तरीत्या जाति सामान्यं नाम किम्? गते घटे घटत्वम् इति सामान्यम्. अस्तु, सामान्यम् इत्यस्य अपरं नाम जातिः. तावदेव अत्र उक्तमस्ति. सामान्यं नाम प्रागुक्तरीत्या, प्राग् इत्युक्ते एतस्मात् पूर्वम् उक्तरीत्या जातिः. अस्तु, तदर्थम् एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सामान्याभावः इत्युच्यते इति उक्तमस्ति. एकजातियुक्तेषु इत्युक्ते सामान्यजले जलत्वम् इति जातिः तु अस्ति एव, वृष्टिजले जलत्वम् इति जातिः अस्ति, स्वातिनक्षत्रीयवृष्टिजले अपि जलत्वम् इति जातिः अस्ति, त्रिषु अपि जलेषु सामान्याभावस्य प्रतियोगिता वर्तते. तदर्थं सामान्याभावस्य प्रतियोगिता एकजातियुक्तेषु सजातीयेषु यावत्सु भवति इति उक्तमस्ति अत्र. अस्तु, अस्ति भगिनि. तर्हि सामान्यजलाभावः सर्वेषु जलेषु वर्तते, वृष्टिजलाभावः वृष्टिजले एव, स्वातिनक्षत्रीयवृष्टिजलाभावः स्वातिनक्षत्रीयवृष्टिजले एव. किन्तु सर्वदा वयं प्रतियोगिता कुत्र वर्तते इति चिन्तयित्वा प्रतियोगितानां मध्ये भेदस्थापनं कर्तुं न शक्नुमः. तदर्थम् इतोपि कश्चन पदार्थः अथवा नूतनः धर्मः अपेक्षितः, सः एव अवच्छेदकधर्मः अथवा अवच्छेदकत्वम् इति. एकविंशतितमपुटं पश्यन्ति वा सर्वे? ततः पठनम् आरब्धुं शक्नुमः इति मन्ये. रागिणी भगिनी पठति वा? क्षम्यतां भगिनी, राधिका इति वदति वा? रागिणी अस्मि. रागिणी इति उक्तवती मन्ये. रागिणी एकविंशतिपृष्ठतः. सत्यम्. अवच्छेदकत्वपदार्थवर्णनम्. त्रयाणाम् एषां जलम् एव प्रतियोगी, तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः. अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्यभावस्य विरोधः, ततः अन्य एव वृष्टिजले विद्यमानः विरोधः. तस्य च सम्यक् ज्ञानार्थम् अत्र एव च अवच्छेदध्यावच्छेदकभावम् अपि पश्यामः. त्रयाणाम् एषां जलमेव प्रतियोगी इत्युक्ते अस्माभिः ये अभावाः दृष्टाः तेषां त्रयाणामपि जलम् एव प्रतियोगी. तथापि जलनिष्ठप्रतियोगितानां परस्परभेदः आनुभविकः. वयम् अनुभवेन वक्तुं शक्नुमः वृष्टिजलाभावः भावस्य प्रतियोगी वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इत्यादिकम् आनुभविकः भेदः अस्ति. किन्तु शब्दैः वदनार्थम् अन्यत् किमपि आवश्यकमस्ति, अपि च तस्य सम्यक् ज्ञानार्थम् अन्यत् किमपि आवश्यकमस्ति. सः एव अवच्छेद्य अवच्छेदकभावः. अवच्छेद्य अवच्छेदकभावः. अवच्छेदकः नाम किम् भगिनि? किञ्चित् पुनः वदति वा? त्रयाणाम् अभावानां प्रतियोगी जलमेव खलु महोदय? सामान्यभावस्य विशेषाभावस्य विशेषाविशेषाभावस्य प्रतियोगी जलमेव. जले या प्रतियोगिता वर्तते सा आनुभाविका अस्ति, वयं जानीमः. किन्तु अनुभवं शब्दरूपेण वक्तुम् एषा प्रतियोगिता अपरस्याः भिन्ना इति वक्तुं कश्चन भावः आवश्यकः अथवा केनचित् निरूपणम् आवश्यकं. सः एव भावः अवच्छेद्य अवच्छेदकभावः इति. धन्यवादः. इदानीम् अवच्छेदकं नाम किम्? अवच्छेद्य अवच्छेद्यक नाम किम् इति ज्ञातव्यमस्ति. तदर्थम् अत्र एकम् उदाहरणं स्वीकृतमस्ति अस्मिन् पुटे. क्षीरम् अस्ति, बृहत् पात्रे क्षीरमस्ति, एकं बृहत् पात्रे एकस्मिन् बृहत् पात्रे क्षीरं तु अस्ति एव. बृहत् पात्रे क्षीरं तु आपणे भवति इति चिन्तयन्तु. यदा कश्चन जनः क्षीरं क्रेतुम् आगच्छति, तदा क्षीरविक्रेता किं करोति? किञ्चित् क्षीरम् अपरस्मिन् पातयति. क्रेतुः समीपे यत् पात्रं भवति, लघुपात्रं, तस्मिन् किञ्चित् क्षीरं पातयति विक्रेता. तर्हि बृहत् पात्रे अपि क्षीरम् अस्ति, लघुपात्रे अपि क्षीरं तु अस्ति एव. एकं क्षीरम् एकपात्रे स्थितं क्षीरम् अपरस्मिन् स्थितस्य क्षीरस्य अपेक्षया भिन्नम् इति कथं जानीमः? क्षीरं दृष्ट्वा, केवलं क्षीरमेव दृष्ट्वा जानीमः वा? न, पात्रं दृष्ट्वा. पात्रं, हा, पात्रं दृष्ट्वा जानीमः. क्षीरं तु एकमेव, किन्तु इदं क्षीरम् अपरस्मात् भिन्नम्, अथवा बृहत् पात्रे स्थितं क्षीरं लघुपात्रे स्थितं क्षीरात् भिन्नम् इति वदनार्थं पात्रस्य आवश्यकता अस्ति. पात्रस्य दर्शनेन वयं भिन्नतां स्थापयितुं शक्नुमः. तर्हि पात्रम् अस्ति अवच्छेदकम्. पात्रमस्ति अवच्छेदकं, यत् भिन्नतां प्रदर्शयति तद् अवच्छेदकम्. प्रश्नः अस्ति वा अत्र भगिनि? अत्रापि पात्रम् आधारो नास्ति वा? पात्रम् आधारं तु अस्ति एव. तर्हि तत्र कीदृशः भेदः स्यात्? तत्र आधारः अस्ति परन्तु तथापि अवच्छेदकम् इति किमर्थं सः एषः आधारः अवच्छेदकः इत्यपि वक्तुं शक्नुमः? कश्चन ध्वनिः श्रूयते, कोऽपि स्पीकर् मध्ये अस्ति चेत् कृपया तत्र मा भवन्तु. अस्तु भगिनी, पात्रम् आधारः तु अस्ति एव, किन्तु आधारः भूत्वापि एकं पात्रं लघुपात्रम् अपरं बृहत् पात्रम्, आधारः तु अस्ति एव, किन्तु पात्रस्य दर्शनेन एव वयं क्षीरं भिन्नम् इति वक्तुं शक्नुमः खलु? आम् आम् सत्यम्. आधार भवत्या यदा उक्तम् आधारभेदः तु अस्ति एव, किन्तु इदमपि चिन्तयतु, बृहत् पात्रमस्ति, बृहत्पात्रद्वयं भवति इति चिन्तयतु, तत्र आधारः तु भिन्नः खलु? तथा भवति चेत् केवलम् आधारं दृष्ट्वा वयं वक्तुं शक्नुमः वा क्षीरं क्षीरस्य परिमाणं भिन्नमस्ति इति? तत्र आधारस्य परिमाणः भिन्नः अस्ति, अतः एव वक्तुं शक्नुमः वा? सत्यम्, आधारभेदः न, किन्तु आधारस्य परिमितिं दृष्ट्वा वदामः खलु, इदं क्षीरं भिन्नं, तत् क्षीरं भिन्नम् इति. इदानीं यदा भगिन्या उक्तम् आधारः तु भिन्नः अस्ति क्षीरस्य, किन्तु यदा अहं पात्रद्वयं स्वीकरिष्यामि समानपरिमितिः अस्ति इति चिन्तयतु, पात्रयोः, तदा आधारभेदः तु अस्ति एव. एकस्मिन् पात्रे किञ्चित् क्षीरमस्ति, अपरस्मिन् अपि किञ्चित् क्षीरमस्ति, तदा केवलं पात्रदर्शनेन अपि क्षीरयोः परिमाणे भेदः अस्ति इति ज्ञातुं न शक्नुमः. किन्तु यदा एकं पात्रं लघु भवति अपरं बृहद् भवति, तेन एव ज्ञातुं शक्नुमः पात्रस्य कश्चन गुणः अस्ति अत्र. पात्रस्य गात्रम् अथवा परिमितिं दृष्ट्वा वयं जानीमः यत् एकपात्रस्थितं क्षीरम् अपरस्मात् भिन्नम् इति. तदर्थं पात्रं भवति अवच्छेदकं, क्षीरमस्ति अवच्छेद्यम्. प्रश्नः अस्ति वा? पात्रम् अस्ति अवच्छेदकम् अवच्छेदकं क्षीरमस्ति अवच्छेद्यं धन्यवादः पात्रम् अवच्छेदकमस्ति पात्रे अवच्छेदकता अस्ति क्षीरम् अवच्छेद्यमस्ति क्षीरे अवच्छेद्यता अस्ति प्रश्नः अस्ति भगिनि इदानीं भवत्याः शाटिका नीलवर्णा अस्ति मम शाटिका रक्तवर्णमस्ति इदानीम् अवच्छेदनं वर्णः अवच्छेद् शाटिकायाः नाम क्षम्यतामं विस्मृतवती अवच्छेद्यकम् आगच्छति वा तत्र अवच्छेदकम् अवच्छेदकम् इति वर्णः अवच्छेद्यः अवच्छेद्य इति शाटिका अवच्छेद्य आम् धन्यवादः छिद् धातुः छिनत्ति इति क्रियापदमस्ति खलु छिनति इत्युक्ते भिन्नं करोति इति तर्हि तस्मिन्नेव धातौ यदि ड्वल् प्रत्ययः भवति तदा अवच्छेदकः अवच्छेद्यः इति पदद्वयं भवति यः अवच्छेदकः तस्मिन् अवच्छेदकता अस्ति यः अवच्छेद्यः तस्मिन् अवच्छेद्यता अस्ति इति चित्रे अपि चित्रे प्रदर्शितमस्ति तर्हि राधिका भगिनी एव प्रयत्नं करोतु निरूपक निरूप्यभावम् उपयुज्य वाक्यरचनं करोतु पात्रे अवच्छेदकता अस्ति क्षीरे अवच्छेद्यता अस्ति अस्तु तर्हि कथं वदामः अवच्छेद्यतायाः वर्णनं कथं करोति भवती केवलं निष्ठा निरूपिता उपयुज्य पात्रं निष्ठा अवच्छेदक कथा निरूपिता क्षीरम् आश्रयः अवच्छेद्यता क्षीरमाश्रयण क्षीरनिष्ठ अवच्छेद्यता अवच्छेद्यता सम्यक् अवगच्छन्ति वा सर्वे तथा एव अवच्छेद्यता पात्रनिष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता पात्रम् अवच्छेदकम् तस्मिन् अवच्छेदकता अस्ति क्षीरम् अवच्छेद्यम् क्षीरे अवच्छेद्यता अस्ति इति एव तथा एव अवच्छेदकतायाः वर्णनं कुर्वन्ति वा कोऽपि क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता बहु सम्यक् क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता इति अवच्छेदक अवच्छेद्यभावः तस्य निरूपणम् अत्र सञ्जातम् अग्रे तस्य प्रयोजनं किम् अभाव अपि च अभावस्य प्रतियोगितायाः निरूपणे अवच्छेदक अवच्छेद्यधर्मस्य भावस्य उपयोगं भवति तत् कथम् इति अग्रिमे पुटे अस्ति द्वाविंशतिपुटं पश्यन्तु सर्वे अस्तु राजेन्द्रमहोदय पठति वा अथवा अर्जित् महोदय पठति किम् आं भगिनि प्रतियोगितावच्छेदकं किं भवति इदानीं शास्त्रे एतादृशावच्छेद्यावच्छेदकभावस्य किं प्रयोजनमिति पश्यामः। अभावानां सामान्यभावः, विशेषभावः, विशेषविशेषाभावः इत्येवं विभागः अनुपदम् एवमस्माभिः चिन्तितः। जल सामान्यभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजल अभावस्य वृष्टिजले, स्वादीनक्षत्रीवृष्टिजलाभावस्य च प्रतियोगिता स्वादीनक्षत्रीयवृष्टिजले इति तत्र स्थितम्। तासां प्रतियोगितानाम् अस्ति भेदः। जलाभावनिष्ठानुयोगितानिरूपितप्रतियोगिता जलनिष्ठा अन्या, वृष्टिजलभावनिष्ठानुयोगितानिरूपितप्रतियोगिता वृष्टिजलनिष्ठा ततो भिन्ना। एवं तृतीयोऽपि, परन्तु सः भेदः कथं ज्ञायते? अधोभागे एकं चित्रं दत्तमस्ति, तद् किञ्चित् निरूपयति वा? स्वादि नक्षत्रीयवृष्टिजलाभावः अनियोगिता, स्वाति नक्षत्रीयवृष्टिजलाभावनिष्ठ अनियोगिता निरूपितप्रतियोगिता आश्रय निरूपिता स्वादिनक्षत्रीयवृष्टिजले निष्ठा प्रतियोगिता। स्वादिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगिता। अग्रे वृष्टिजलभावः निष्ठा प्रति अनियोगिता वृष्टिजले एव निरूपिता, वृष्टिजलाभावः निष्ठा प्रतियोगिता निरूपिता, निष्ठा अनियोगिता निरूपिता वृष्टिजले एव न तु कूपजले अन्यत्र वा निष्ठा प्रतियोगिता। अस्तु, इत्युक्ते वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलाभावस्य स्वातिनक्षत्रीयवृष्टिजले। इदानीं यथा अस्माभिः चर्चितं, सामान्यजलाभावस्य प्रतियोगिता तु सर्वत्र वसति, तदर्थम् आधारम् अथवा अधिकरणम् अधिकृत्य प्रतियोगिताभेदं स्थापयितुं न शक्नुमः। तदर्थम् अवच्छेदक अवच्छेद्यभावः इत्यस्य उपयोगं भवति। अवच्छेदकः कः इति ज्ञातव्यं भवति। अत्र पद्मा भगिनी अथवा प्रिया भगिनी अग्रिमपुटं पठति वा? आं भगिनि। यद्यपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ। अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः। तथापि जलं नास्ति इति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजलेपि वर्तते, स्वातिनक्षत्रीयवृष्टिजलेपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति। अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः। विचारमेनं चित्ररूपेण पश्यामः। चित्रं महोदयेन विवृतमासीत्। स्वातिनक्षत्रीयजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले। किन्तु अग्रिमं चित्रं पश्यन्तु, त्रयोविंशतितमे पुटे अस्ति अग्रिमचित्रं। तत्र पद्मा भगिनी एव प्रिया भगिनी एव निरूपयति वा? सामान्याभाव निष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः कूपजले वा वृष्टिजले स्वातिनक्षत्रीयवृष्टि जलेषु किल तर्हि समस्या ज्ञाता स्यात् एतस्य अभावस्य प्रतियोगिता सर्वत्र वर्तते तदर्थम् आधारभेदम् एव स्वीकृत्य प्रतियोगितानां मध्ये भेदस्थापनम् अशक्यम् तदर्थम् अवच्छेदकः इति कश्चन स्यात् तदा प्रतियोगिता अवच्छेद्या भवति इति ज्ञायते तच्च अवच्छेदकं किं भवितुम् अर्हति इति त्रयोविंशतितमे पुटे चित्रं पश्यन्ति वा सर्वे तत्र जलम् इति लिखितमस्ति तस्मात् तस्य उपरि जलत्वं प्रतियोगिता इत्यपि लिखितमस्ति जले जलत्वम् इति धर्मः अस्ति अथवा सामान्यं जातिः इति वयं जानीमः सामान्यं समानानां धर्मः सामान्यं तत्र घटस्य घटत्वम् इति धर्मः जलस्य जलत्वम् इति धर्मः वृष्टिजलस्य वृष्टिजलत्वम् इति धर्मः स्वातिनक्षत्रीयवृष्टिजलस्य स्वातिनक्षत्रीयवृष्टिजलमिति धर्मः एषः धर्मः यः अस्ति तं स्वीकृत्य प्रतियोगितानां मध्ये भेदस्थापनं कर्तुं शक्नुमः जले या प्रतियोगिता भवति सा जलत्वेन अवच्छिन्ना भवति इत्युक्ते जलत्वम् इति अवच्छेदकधर्मः भवति सः धर्मः प्रतियोगिता सा एषा प्रतियोगिता भिन्ना इति प्रदर्शयति तर्हि जलमस्ति जले जलत्वम् अपि अस्ति जलमस्ति जले प्रतियोगिता अपि अस्ति तर्हि एषा प्रतियोगिता जलत्वनिरूपिता प्रतियोगिता भवति अग्रिमे पुटे वृष्टिजलम् इति अस्ति वृष्टिजलम् इति अस्ति तस्मिन् वृष्टिजलत्वमपि अस्ति प्रतियोगिता अपि अस्ति एषा प्रतियोगिता वृष्टिजलत्वेन अवच्छिन्ना भवति अथवा वृष्टिजलत्वम् इति अवच्छेदकः धर्मः भवति सः धर्मः एषा प्रतियोगिता भिन्ना इति प्रदर्शयति अग्रे स्वातिनक्षत्रीयवृष्टिजलमस्ति अत्र स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयवृष्टिजलत्वम् अस्ति एषः धर्मः स्वातिनक्षत्रीयवृष्टिजले स्थिता प्रतियोगिता भिन्ना इति प्रदर्शयति यथा पात्रं क्षीर इत्यस्मिन् उदाहरणे पात्रम् अवच्छेदकम् आसीत् तथा अधुना अवच्छेदकः धर्मः जले स्थितस्य धर्मः जलत्वं सः अवच्छेदकः भवति प्रतियोगिता अवच्छेद्या भवति वृष्टिजलत्वे स्थितः धर्मः वृष्टिजलत्वं सः अवच्छेदकः भवति प्रतियोगिता अवच्छेद्या भवति इति अवगतं वा अत्र प्रश्नाः सन्ति किम् तर्हि पूर्वस्मिन् उदाहरणे तत्र दुग्धस्य क्षीरस्य उदाहरणे आधारः अवच्छेदकम् आसीत् अत्र धर्मः अवच्छेदकम् अस्ति सत्यं भगिनि तथा एव अस्ति अवच्छेदकः धर्मः इति उच्यते जले निष्ठधर्मः अस्ति जलत्वं सः अवच्छेदकधर्मः अपि जलनिष्ठप्रतियोगितायाः भिन्नतां प्रदर्शयति अथवा प्रतियोगितायाः अवच्छेदनं करोति इत्यतः जलत्वम् अवच्छेदकधर्मः इति उच्यते अस्तु भरणीमहोदय अस्ति वा अस्मि इह अस्याः ततः आरभ्य पठतु किञ्चित् इह अस्याः प्रतियोगितायाः आशयः न भिद्यते, किन्तु सर्वाणि जलानि इति आशयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते, अतः तासां भेदसाधनाय अवच्छेदकस्यापेक्षा वर्तते इति ज्ञायते खलु, इति अवगच्छन्ति खलु, अवच्छेदकस्य अपेक्षा किमर्थम् इति अवगच्छन्ति वा सर्वे? सर्वदा आश्रयभेदात् प्रतियोगितायाः भेदं स्थापयितुं न शक्नुमः, तदर्थम् अवच्छेदकस्य अपेक्षा वर्तते. अस्तु अग्रे. अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं, यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति जलत्वद्रव्यत्वसत्तादयो धर्माः, परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेन एव जलस्य उल्लेखः कृतः, अतः तत् प्रतियोगिता अवच्छेदकम्. प्रतियोगिता अवच्छेदकम् पङ्क्तिशः किञ्चित् अद्य पश्यामः. अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं जलाभावस्य प्रतियोगिनी किम्, कोऽपि वदति वा? जलं जलं जलाभावस्य प्रतियोगिनी यस्मिन् प्रतियोगिता अस्ति तद् प्रतियोगी, क्षम्यतां, जलाभावस्य प्रतियोगी जलं. तर्हि अस्मिन् प्रतियोगिनि यत् विशेषणं, विशेषणं नाम कश्चन विशेषधर्मः, अस्मिन् प्रतियोगिनि यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. अस्माकम् उदाहरणे जलाभावः उदाहरणे प्रतियोगी किम्? जलं जलं जलं जले किं विशेषणं वर्तते? जलत्वं जलत्वं जलत्वमिति जलस्य विशेषधर्मः. प्रतियोगिनः उल्लेखः येन क्रियते, येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. जलत्वेन जले विद्यमाना प्रतियोगिता अवच्छिन्ना भवति अथवा सा भिन्ना इति प्रदर्शिता भवति, तदर्थं जलत्वम् अवच्छेदकम्. यथा जलं नास्ति इति अभावः उक्तः, तदर्थं जलत्वमेव अवच्छेदकं भवति. अत्र उक्तमस्ति जले प्रतियोगिनी च जलत्वद्रव्यत्वसत्तादयः धर्माः भवन्ति. सप्तपदार्थेषु जलं कुत्र अस्ति? द्रव्ये. द्रव्ये अस्ति. तर्हि जले केवलं जलत्वम् इति न, द्रव्यत्वम् इति अपि जातिः वर्तते अथवा द्रव्यत्वम् इति धर्मः वर्तते. वयं दृष्टवन्तः यत् सत्ता इति अपि कश्चन धर्मः वर्तते. तर्हि जले बहवः जातयः भवन्तु, बहवः धर्माः भवन्तु, जलत्वं द्रव्यत्वम् अन्यत् किमपि भवतु, किन्तु जलं नास्ति भावः अस्ति इति कथने वयं केवलं जलस्य अभावः अस्ति इति वदामः, द्रव्याभावः इति न वदामः, केवलं जलस्य एव उल्लेखः अस्ति. तदर्थं जले विद्यमानायाः प्रतियोगितायाः अवच्छेदकः अस्ति जलत्वम् इति धर्मः. प्रश्नाः सन्ति वा अत्र? इदानीं पुस्तकमस्ति, पुस्तकस्य अभावः अस्ति, पुस्तकाभावस्य प्रतियोगिता कुत्र वर्तते? पुस्तके. तस्याः प्रतियोगितायाः अवच्छेदकः कः? पुस्तकम्. पुस्तकत्वं घटाभावस्य प्रतियोगिता कुत्र अस्ति घटे घटाभावस्य प्रतियोगितायाः अवच्छेदकः धर्मः कः घटत्वं घटत्वम् इति एव सारांशः प्रतियोगिनी यत् विशेषणं तदेव अवच्छेदकं भवति इति अस्य सारांशः अस्तु अग्रे नागराजमहोदय पठति वा अत्र यद्यपि तदेव खलु चतुर्विंशति न त्रयोविंशति अत्र अत्र इदं ज्ञेयं न तस्य अधोभागे तथा च यस्याः प्रतियोगितायाः भेदज्ञानमपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति अत्र लिखितमस्ति यत् जलत्वं किं बोधयति इति प्रश्ने कृते जलत्वम् इदं बोधयति इयं प्रतियोगिता इत्युक्ते जले विद्यमाना प्रतियोगिता अन्यप्रतियोगिताभ्यः भिन्ना जलत्वम् इदं बोधयति यत् जले विद्यमाना प्रतियोगिता वृष्टिजले विद्यमाना प्रतियोगितायाः भिन्ना इत्येव जलत्वस्य जलत्वस्य कार्यमस्ति अवच्छेदकमस्ति जलत्वम् अवच्छेदकधर्मः इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः भिन्ना इति वदनमेव जलत्वस्य कार्यमत्र तदर्थं जलत्वमस्ति अवच्छेदकम् अग्रिमपुटं पश्यन्तु चतुर्विंशतिपुटे अग्रे का पठति पुष्पा भगिनी पठति वा आम् आम् एवं वृष्टिजलम् ओके ऐम् सारी एवं स्वातीन क्षत्रिय वृष्टिजलं नास्ति एवं एवं वृष्टिजलं नास्ति Oh, I forgot. I started reading the next page. Next line. Evam vrushtijalam nasti iti abhavasya api vrushtijalatvam vrushtijalatvam tatra pratyogita asti. Vrushtijalatvam pratyogita. Vrushtijalam pratyogita. अस्तु तत्र अवच्छेदकः कः अवच्छेद्या का अवच्छेद्यकं वृष्टिजलम् अवच्छेदका चिन्तयतु वृष्टिजलमस्ति प्रतियोगी यस्मिन् प्रतियोगिता वर्तते वृष्टिजलमस्ति प्रतियोगी प्रतियोगिनी कः धर्मः अस्ति धर्मः तर्हि प्रतियोगितायाः अवच्छेदकः कः कोऽपि सहायं करोति वा वृष्टिजलत्वं वृष्टिजले विद्यमानायाः प्रतियोगितायाः अवच्छेदकः वृष्टिजलत्वम् वृष्टिजले प्रतियोगिता अस्ति तस्य अवच्छेदकः वृष्टिजलत्वं वृष्टिजलत्वमस्ति अवच्छेदकधर्मः तथा एव अग्रे भवती एव वदतु एवम् एवं स्वातिनक्षत्रीयवृष्टिजलं न अस्ति इति अभावस्थले अपि स्वातिनक्षत्रीयवृष्टिजलं प्रतियोगिता धर्मः स्वातिनक्षत्रीयवृष्टिजलत्वं कीदृशः कीदृशः धर्मः कीदृशः धर्मः स्वातिनक्षत्रीय वृष्टिजलत्वम् इति कीदृशः धर्मः कोऽपि सहायं करोति स्वातिनक्षत्रीयवृष्टिजलं प्रतियोगी अस्ति तस्मिन् प्रतियोगिता अस्ति तस्य अवच्छेदकं भवति स्वातिनक्षत्रीयजलत्वं तर्हि अवच्छेदकधर्मः अस्ति स्वातिनक्षत्रीयवृष्टिजलम् इति विषयः अग्रे आरती भगिनी अस्ति वा अवच्छेदकम् इत्युक्ते डिस्क्रिमिनेशन् डिस्क्रिमिनेट् थाट् आफ् एषा एषा प्रतियोगिता भिन्ना अपरा भिन्ना भिन्ना इति यत् प्रदर्शयति अवच्छेदकधर्मः सः यः प्रदर्शयति भिन्नतां सः अवच्छेदकधर्मः तथा वर्णः शाटिकावर्णः सत्यं तदुदाहरणं सम्यक् आसीत् तथा एव अत्र वृष्टिजलत्वं जलत्वं पुस्तकत्वं घटत्वम् एतत् सर्वं तेषु वस्तुषु विद्यमानायाः प्रतियोगितायाः भिन्नतां प्रदर्शयन्ति अस्तु अग्रे सन्ध्या भगिनी पठति वा पठामि भगिनि अत्र वा चतुर्विंशे पृष्ठे वा सत्यम् अत्र यद्यपि जलसामान्याभावस्य तद्वा सत्यं सत्यम् अत्र यद्यपि जलसामान्याभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजलेऽपि वर्तते अतः आश्रयाः ते एव तथापि सामान्याभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम् वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः अत्र एवम् अवच्छेद्यावच्छेदकभावः अवगम्यते वा सर्वैः इदानीम् जलत्वम् अवच्छेदकं तर्हि जलत्वे किम् अस्ति जले अस्ति न जलत्वं पात्रं क्षीरम् इत्यस्मिन् उदाहरणे पात्रे अवच्छेदकता आसीत् क्षीरे अवच्छेद्यता आसीत् तथा एव चिन्तयन्तु इदानीं शुद्धजलाभावस्य अवच्छेदकं शुद्धजलाभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धजलत्वं तर्हि अवच्छेदकं किम् अत्र तर्हि जलत्वे किम् अस्ति अवच्छेदकम् इत्यस्य भावः कः प्रतियोगिता अवच्छेदकत्वम् अवच्छेदकत्वम् अथवा अवच्छेदकता अवच्छेदक इत्यस्य भावः अवच्छेदकता प्रतियोगिता किम् अस्ति अत्र प्रतियोगिता जले अस्ति इति सत्यं किन्तु अवच्छेदक अवच्छेद्यभावः इत्यस्य सन्दर्भे प्रतियोगिता किम् अवच्छेद्या अस्ति प्रतियोगिता प्रतियोगितायां किम् अस्ति अवच्छेद्यता अस्ति अवच्छेद्यता अस्ति तर्हि यथा पूर्वस्मिन् उदाहरणे अपि भवन्तः एव कृतवन्तः पात्रनिष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता पात्रनिष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता इति भवन्तः एव उक्तवन्तः तथा एव अत्रापि प्रयत्नं कुर्वन्तु प्रिया भगिनी प्रयत्नं करोति वा आं भगिनि जलनिष्ठ कुर्मः चित्रस्य उपरि भागमेव पश्यन्तु जलत्वम् अवच्छेदकता प्रतियोगिता अवच्छेद्यत इत्येव तस्यैव जलत्वनिष्ठ अवच्छेदकता निरूपित प्रतियोगिता अवच्छेद्यताश्रयः प्रतियोगिता सत्यम् इति प्रतियोगितायाः वर्णनमासीत् तर्हि इदानीं सा प्रतियोगिता कुत्र अस्ति जले जले अस्ति अस्तु पुनः प्रयत्नं करोमि जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः जलनिष्ठप्रतियोगिता बहु सम्यक् अस्ति तथा एव इदानीं जलम् इत्यस्मात् आरभ्य करोतु जलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः जलनिष्ठ प्रतियोगिता बहु सम्यक् इति प्रतियोगितायाः वर्णनम् जलत्वम् इति अवच्छेदकधर्मं स्वीकृत्य प्रतियोगितायाः विवरणम् अत्र दीयते इदानीं जलनिष्ठप्रतियोगिता निरूपित अनुयोगिता इति पूर्वमेव पूर्वमपि अस्माभिः दृष्टं यथा घटनिष्ठप्रतियोगिता निरूपित अनुयोगिता इति तर्हि उभयोः चित्रयोः उभयोः भागयोः मेलनेन एकं दीर्घं वाक्यं भवति कोऽपि प्रयत्नं करोति वा तस्य वदनार्थम् अहं करोमि भगिनि जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः जलनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः अथवा अभावनिष्ठ अनियोगिता बहु सम्यक् अस्ति तथा एव अग्रिमपुटे चित्रं पश्यन्तु वृष्टिजलत्वम् इति अस्ति तत्र वृष्टिजलत्वम् इति अवच्छेदकः अस्ति तस्मिन् अवच्छेदकता वर्तते प्रतियोगिता अवच्छेद्या अस्ति तस्मिन् अवच्छेद्यता वर्तते यथा भगिनी उक्तवती इदानीं प्रिया भगिनी तथा एव कोऽपि प्रयत्नं करोति किम् वृष्टिजले निष्ठिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्याता आश्रय जलत्वम् अवच्छेद्यताश्रयः किम् वृष्टिजलम् न अवच्छेद्यताश्रयः वृष्टिजलं तु अस्ति एव किन्तु तयोः मध्ये अन्यत् किमपि अस्ति प्रतियोगिता प्रतियोगिता निष्ठ वृष्टिजलम् एवं करोतु भगिनि प्रथमतया चित्रस्य उपरि उपरितने भागे यदस्ति तस्य निरूपणं करोतु प्रथमतया वृष्टिजलत्वम् अवच्छेदकता प्रतियोगिता अवच्छेद्यता इत्यस्य एव विवरणं करोतु इदानीं अवच्छेदकतानिरूपित अवच्छेद्यताश्रय जलनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इति विवरणम् अग्रिमे पुटे वृष्टिजलत्वम् इति अस्ति खलु पश्यन्ति वा अग्रिमपुटं पञ्चविंशतितमे पुटे तत्र वृष्टिजलत्वं तस्मिन् अवच्छेदकता इत्यादिकं सर्वम् अस्ति तर्हि अत्र अवच्छेदकधर्मः अस्ति वृष्टिजलत्वं तस्य उपयोगं कृत्वा प्रतियोगिता कीदृशी इति उच्यताम् वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इति. हा, बहु सम्यक् अस्ति. केन कृतम् इदानीं, कया कृतं, क्षम्यताम्. जयन्ती भगिनी वा? अस्तु. अग्रे स्वातिनक्षत्रीयवृष्टिजलम् इति अस्ति, कोऽपि प्रयत्नं करोति किम्? आं करोमि भगिनि. अस्तु. स्वातिनक्षत्रिवृष्टिजलं निष्ठ स्वातिनक्षत्रजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय स्वातिनक्षत्रिवृष्टिजलं निष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रय अभावः. बहु सम्यक् अस्ति महोदय. तथा एव भवति प्रतियोगितायाः निरूपणम् अपि च तया प्रतियोगितया अनुयोगिता अभावनिरूपणम्. तर्हि अत्र प्रतियोगिता भिन्ना इति स्थापयितुम् अवच्छेदकधर्मस्य उपयोगः भवति. सः च अवच्छेदकधर्मः जातिः अथवा सामान्यं भवति, यथा जलत्वं, वृष्टिजलत्वं, घटत्वं, पटत्वम् इति अवच्छेदकधर्मः अस्ति. तर्हि महोदय भवानेव पठतु तस्मिन् पुटे, पञ्चविंशतमे पुटे, तत्र सर्वत्र इत्यतः आरभ्य. सर्वत्र चित्रेषु ऊर्ध्वगामने शरे निष्ठ इति, अधोगामने शरे आश्रय इति, त्रिश्चीने चीने निरूपित इति न्यायभाष्या व्यवहर्तव्यम्. एवं च जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रय अभावः इति विवरणं भवति. इत्येव अस्माभिः अधुना कृतम्. ऊर्ध्वगामिनी शरे निष्ठ इत्युक्ते अप्वर्ड् एरो, यत्र अप्वर्ड् एरो उपरि गमनार्थं तत्र निष्ठ. अधोगामिनी शरे, यत्र अधः गच्छन्ति, आश्रयः इति वदनार्थम् अधः गच्छन्ति, तत्र आश्रयः इति पदस्य उपयोगः. तिरश्चीनेश्वरे इत्युक्ते हारिज़ोन्टलि यदा गच्छन्ति तदा निरूपित इत्यस्य स्थापनेन सर्वेषां विवरणं भवति, अत्र निरूपणं भवति. अस्तु महोदय, अग्रे पठतु. इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. अभावनिष्ठ अनुयोगित निरूपित जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेदिता निरूपित अवच्छेदकताश्रय जलत्वम् इति आपोजिट् डैरेक्शन्, विरुद्धदिशि कृतमस्ति. अभावः इत्यस्मात् आरभ्य कृतम् अभावनिष्ठ अनुयोगित. अभाव इत्यस्मात् आरभ्य कस्य, जलत्वम् इत्यस्य विवरणम्. अभावनिष्ठ अनुयोगिता निरूपित जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकथाश्रयः जलत्वम् इति. अग्रे पठतु महोदय. द्वितीये वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रय अभावः इति. एवम् अभावनिष्ठेत्यादि चिन्तनीयम्. तथा एवं स्वातिनक्षत्रीयवृष्टिजलाभावस्थले अपि वक्तव्यम्. सः एव क्रमः, केवलम् अत्र अवच्छेदकधर्मः भिद्यते तावदेव. एकत्र अवच्छेदकधर्मः अस्ति जलत्वम्, अपरत्र वृष्टिजलत्वम्, अपि च तृतीये चित्रे स्वातिनक्षत्रीयवृष्टिजलत्वम्. तत्र यत्किमपि स्थापयन्तु, पटः वा, पटाभावस्थले पटत्वम् इति अवच्छेदकधर्मः, घटाभावस्थले घटत्वम् इति अवच्छेदकधर्मः. तर्हि प्रायः गृहे अभ्यासार्थम् इदमेव चित्रं भिन्नभिन्न अवच्छेदकधर्मं स्थापयित्वा अभ्यासं कुर्वन्ति चेत् समीचीनं भवति, अभ्यासः भवति, वदनशैली सुदृढा भवति. अभावनिष्ठानुयोगिता निरूपिता इत्यादिकं सुदृढा भवति वदनशैली. अस्तु अग्रे सन्ध्या भगिनी अस्ति वा अथवा भारती भगिनी अस्मि अग्रिमपुटं किञ्चित् पठतु भगिनि अत्र च अभ्यासाय तद्वा अत्र च अभ्यासाय पटसामान्याभावः नीलपटाभावः च ग्राह्यः तत्र अवच्छेद्यावच्छेदकभावः निरूप्यनिरूपकभावः प्रतियोग्यनुयोगिभावः च आलोचनीयः निरूप्यनिरूपकभावः अवच्छेद एकनिमिषः अभ्यासाय अभ्यासं कुर्वन्तु इति उक्तवती खलु तथा एव पटसामान्याभावः नीलपटाभावः इत्यादिकं गृहीत्वा अभ्यासं कुर्वन्तु इदानीं पटसामान्याभावः इति अस्ति पटसामान्याभावः इत्युक्ते जलसामान्याभावः वत् पटसामान्याभावस्य प्रतियोगितायाः अवच्छेदकः कः पटत्वं पटे अस्ति प्रतियोगिता पटे पटत्वमस्ति सः एव अवच्छेदकधर्मः नीलपटाभावस्य अवच्छेदकः कः नीलपटाभावस्य प्रतियोगितायाः अवच्छेदकः कः नीलपटत्वम् इत्येव विषयः तस्मिन्नेव चित्रे भिन्नभिन्न अवच्छेदकधर्मं स्थापयित्वा अभ्यासं कुर्वन्तु इति निरूप्यनिरूपकभावः अवच्छेद्यवच्छेद्यकभावः च सर्वत्र भवति अत्र अयं विशेषः सम्बन्धः यः कोऽपि अस्तु निरूप्यनिरूपकभावः तत्र अवश्यं भवति अवच्छेद्यवच्छेदकभावः च आधाराधेयभावे इदं चिन्तयामः पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इत्यत्र आधारता अधेयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्यावच्छेदकभावोऽपि भवति यत्र यत्र साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः भवन्ति तत्र निश्चयेन निरूप्यनिरूपकभावः भवति एव अवच्छेद्यक अवच्छेद्यभावः अपि भवति एव पूर्वोक्ते उदाहरणे प्रथमे पाठे आसीत् खलु यज्ञदत्तनिष्ठ अधेयता निरूपित अधिकरणताश्रयः आसनं तत्र आधार अधेयताभावः आधार आधेयतयोः मध्ये निरूपकनिरूपकभावः आसीत् एवमेव अत्रापि तत्र यथा तत्र आसीत् यथा प्रतियोगिता अवच्छेद्या आसीत् अपि च धर्मः इति अवच्छेदकः आसीत् अत्र यज्ञदत्तत्वम् इति धर्मः यज्ञदत्ते अस्ति इति चिन्तयन्तु यज्ञदत्तः आधेयः आसने यज्ञदत्तः उपविष्टः चेत् यज्ञदत्तः आधेयः यज्ञदत्ते आधेयता अपि अस्ति अपि च सा च आधेयता यज्ञदत्तत्वेन अवच्छिन्ना भवति इदानीं चित्रस्य अधोभागे आसनमिति अस्ति आसने अधिकरणता अस्ति अपि च आसने आसनत्वम् इति धर्मः अस्ति तस्य अधिकरणतायाः अवच्छेदकं भवति आसनत्वम् इत्येव प्रदर्शितमस्ति अत्र तर्हि चित्रस्य प्रथमभागं कोऽपि वक्तुमिच्छन्ति वा निरूपकनिरूप्यभावस्य उपयोगेन विवरणं कर्तुमिच्छन्ति वा चित्रस्य प्रथमभागं यज्ञदत्तः इत्यस्मात् आरभ्य आधेयता पर्यन्तम् अहं करोमि भगिनि यज्ञदत्तः निष्ठा यज्ञदत्तत्वं निष्ठा अवच्छेदकता निरूपित अवच्छेद्यत आश्रयः यज्ञदत्तः निष्ठा आधेयता बहु सम्यक् अस्ति. तथा एव द्वितीयं भागं कोऽपि वक्तुम् इच्छति किम्? आसननिष्ठ, आसनत्वं, निष्ठ, अवच्छेदगता, निरूपित, अवच्छेद्यताश्रयः, आसननिष्ठ, अधिकरणता. समीचीनया उक्तं भगिनि. इदानीम् उभयोः भागयोः मेलनं कृत्वा कोऽपि प्रयत्नं कर्तुम् इच्छन्ति किम्? इच्छति किम्? यज्ञदत्तनिष्ठा, यज्ञदत्त्वं, निष्ठा, अवच्छेदगता, निरूपित अवच्छेद्यता, आश्रयः, यज्ञदत्तनिष्ठा, आधेयता, निरूपित, अधिकरणता, आश्रयः, आसनम्, अधिकरणता, निष्ठा, अवच्छेद्यता, निरूपित, अवच्छेदकता, आश्रयः, आसनं, निष्ठा, आसनत्वम्. प्रथमभागं समीचीनमासीत्. द्वितीये भागे चिन्तनीयमस्ति. आधेयता इति अस्ति, आसननिष्ठा, अधिकरणता. एकनिमिषः. प्रथमभागे आधेयता निरूपयति अधिकरणताम् इति मनसि स्थापयन्तु. आधार आधेयभावः अस्ति चेत् आधेयता अधिकरणतां निरूपयति. तर्हि यज्ञदत्तत्वनिष्ट, अवच्छेद्यता, अवच्छेदकता निरूपित, अवच्छेद्यताश्रयः, आधेयता निरूपित, आसननिष्ठ, आसनत्वनिष्ठ, अवच्छेद्यकता निरूपित, अवच्छेद्यताश्रयः, आसननिष्ठ, अधिकरणता इति बृहद्वाक्यं भवति. अस्माकं लक्ष्यमस्ति आधेयता, अधिकरणता, अनयोः मध्ये निरूपकनिरूप्यभावस्थापनं. तर्हि अधिकरणता इति भवति अन्तिमपदं. तयोः मध्ये सम्बन्धः स्थापनीयः. एतत् सर्वम् उपयुज्य इति गृहे अधिकाधिकम् अभ्यासः भवतु. अत्र केवलम् उदाहरणार्थम् अग्रे पठामः. तर्हि अजित् महोदय एव पठति वा? भवती पुनः वक्तुम् इच्छति वा? पुनः आधेयता, अधिकरणता, तयोः मध्ये निरूपणं अत्र अस्ति अधोभागे. अजित् महोदय पठति अधुना. तथा च निरूप्यनिरूपकभावम्, अवच्छेद्यावच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः आसने स्थित्यत्र. आसने अस्ति इति अत्र इत्थं परिष्कारः भवति. यज्ञदत्तः आसने अस्ति इत्येव विषयः. तं विषयं न्यायिकाः कथं वदन्ति इति अग्रे बृहत् वाक्यमस्ति. पठन्तु महोदय. यज्ञदत्तत्वनिष्ठा, अवच्छेदगता, निरूपित, अवच्छेद्यताश्रयः, अवच्छेद्यताश्रय, यज्ञदत्तनिष्ठ, आधेयता निरूपित, आसनत्वनिष्ठ, अवच्छेदकता निरूपित, अवच्छेद्यताश्रय, अधिकरणताश्रयः, आसनम्. आसनम् इति अधिकरणस्य विवरणम्. यज्ञदत्त आसननिष्ठ यज्ञदत्तः अथवा यज्ञदत्तः आसने अस्ति इत्येव विषयम् एतेन वाक्येन उक्तमस्ति. तावदेव. अस्तु, अग्रिमवाक्यं भारती भगिनी पठित्वा समापयितुं शक्नुमः. एवमेव एवमेव वक्ष्यमाण पृथिवी लक्षणे अपि गन्धवती पृथिवी यत्र इत्यत्र पृथिवी भवति अधिकरणं गन्धः च आदेयः तथा च गन्धत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यताश्रय गन्धनिष्ठादेयता निरूपिता पृथिवीत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यताश्रय अधिकरणताश्रयः पृथिवी इत्येवं परिष्कारः आलोचनीयः. गन्धवती पृथिवी इत्यस्य विवरणम् अवच्छेदक अवच्छेद्यभावः निरूपकनिरूप्यभावः इत्यादिकम् उपयुज्य एवं भवति इति एकं बृहद् वाक्यमस्ति अत्र. गन्धवती पृथिवी किमर्थं पृथिव्यां गन्धः अस्ति खलु पृथिवी इति एकं गुणः द्रव्यमस्ति गन्धः गुणः सत्यं द्रव्ये पृथिवी नाम्न द्रव्ये गन्धः नाम्न गुणः अस्ति तस्य विवरणम् एवं भवति. तर्हि शनिवासरे इतः परं पाठः भवति. अधुना पर्यन्तं कोऽपि प्रश्नः अस्ति वा अथवा किमपि चिन्तनं भ्रमः अस्ति चेत् कृपया उच्यताम्. अस्तु प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. All these are adjectives, right?